सर्वेभ्यो नाम सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र विभागः. विभागः अतिरिक्तगुणः अपि संयोगनाशकः च इति एतदस्ति अस्माकं मूललक्ष्यं. नाम तत्र लक्षणवाक्यं विभागस्य एतदेव लक्षणवाक्यम् आसीत्. तस्य निरूपणार्थं वयम् अनुमानम् इति यन्त्रस्य उपयोगं कर्तुम् इच्छामः. अतः अनुमिति नाम किम् एतत् सर्वम् अस्माभिः पठितम् अत्र. नाम इदानीं कुत्र स्मः इत्युक्ते तत्र वयं जानीमः अनुमिति अनुमानवाक्ये तत्र पक्षः भवति, हेतुः भवति, साध्यः भवति, अपि तत्र दृष्टान्तः भवति. अपि तत्र हेतुः पक्षे भवेत् तत् पक्षता पक्षधर्मता ज्ञानम् इति वदामः. अपि हेतुः अपि तत्र साध्ययोः मध्ये व्याप्तिः भवेत्, नाम यत्र यत्र हेतुः तत्र तत्र साध्यः इति तादृशसम्बन्धः भवेत् इति अपि अस्ति. तेन किं भवति नाम पक्षः हेतुमान् किन्तु हेतुः साध्यव्याप्य हेतुः इति कृत्वा साध्यव्याप्य हेतुमान् पक्षः इति कृत्वा तत्र पक्षः साध्यवान् भवति, नाम साध्यः पक्षे अस्ति इति अस्ति. इदानीं तत्र अस्माकम् इदानीं तत्र चर्चा प्रवर्तमाना या अस्ति तस्यां तत्र विषयः कः इत्युक्ते तत्र पर्वतः धूमवान् इति चिन्तयामः. किन्तु तत् धूमवान् अपि पर्वतः वह्निमान् इति वक्तुम् इच्छामः. किन्तु केवलम् एकः पर्वतः नास्ति किन्तु शतपर्वताः सन्ति इति अस्ति स्थितिः. तत्र द्वैविध्यं भवेत् नाम तत्र सर्वेषु पर्वतेषु वह्निः साधयितुम् इच्छामः वा अथवा केषुचित् पर्वतेषु एव वह्निः अस्ति इति साधयितुम् इच्छामः वा इति. तत्र सर्वेषु पर्वतेषु वह्निः अस्ति इत्यत्र तत्र तादृश अनुमिति अस्ति चेत् तत्र तत्र कीदृश तत्र नामकरणं किं किम् आसीत् तस्य अनुमितेः तस्याः अनुमितेः पक्षतावच्छेदकावच्छेदेन साध्यम् हा इति उत्तमं. हा अपि यत्र केवलं केषुचित् पर्वतेषु एव तत्र वह्निः अथवा साध्यः अस्ति इति तत्र किम् आसीत् नामकरणं पक्षतावच्छेदकसामानाधिकरण्येन साध्यम् हा इति उत्तमं भगिनि. हा अतः तत्र यत्र पक्षतावच्छेदकं नाम पक्षता यत्र अस्ति पक्षे एव अस्ति अत्र पक्षः पर्वतः अत्र अतः पर्वतत्वं पक्षता अवच्छेदकम्. अपि तत्र पक्षता अवच्छेदक अवच्छेदेन साध्यम् इत्यत्र तत्र पर्वतत्वम् इति यदस्ति तस्य अपि साध्यस्य तत्र व्यापकत्वं नाम तत्र यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति साधयितुम् इच्छामः. अतः तत्र यतोहि सर्वेषु पर्वतेषु वह्निः अस्ति यत्र यत्र पर्वतत्वं नाम सर्वेषु पर्वतेषु तत्र तत्र साध्यः इति तत्र तत्र वह्निः. अतः एव तत्र पक्षत अवच्छेदक अवच्छेदेन इति अस्ति. किन्तु द्वितीयम् अस्ति पक्षत अवच्छेदक सामानादिकरण्येन नाम तत्र पक्षत अवच्छेदकः नाम पुनः पर्वतत्वं प्रथमे अपि पर्वतत्वं द्वितीये अपि पर्वतत्वमेव पक्षतावच्छेदकं यतोहि पक्षः पर्वतः. तत्र सामानादिकरण्येन इत्यत्र सर्वेषु तत्र व्यापकत्वं नोच्यते नाम तत्र यत्र यत्र पर्वतत्वं नाम तत्र तत्र वह्निः इति तत्र दोषः भवेत् यतोहि पर्वतत्वं सर्वेषु पर्वतेषु वर्तते किन्तु सर्वेषु पर्वतेषु वह्निः अस्ति इति न साधयितुम् इच्छामः केवलं केषुचित् पर्वतेषु. अतः सामानादिकरण्यं नाम तत्र पक्षे नाम शतपर्वताः सन्ति इत्युक्ते तत्र शतपर्वताः मिलित्वा तत्र पक्षः भवति यथा तत्र कपि संयोगः वृक्षे वृक्षे तत्र वृक्षस्य अनेकाः शाखाः सन्ति किन्तु कपिसंयोगः एकस्यां शाखायाम् अस्ति चेदपि तत्र समीचीनम्। अतः तादृशं तत्र पर्वतत्वं सर्वत्र वर्तते, तत्र वृक्षे वृक्षत्वं सर्वत्र वर्तते वृक्षे, किन्तु तत्र कपिसंयोगः एकस्मिन् देशे वर्तते चेदपि तत्र वृक्षत्वम् अपि कपिसंयोगः तयोः समानाधिकरणीयं, नाम अधिकरणं समानम् इति वक्तुं शक्नुमः। तादृशम् अत्र पर्वतत्वस्य अधिकरणं पर्वतः, वह्निः अपि तस्य अधिकरणं पर्वतः इति भवति अत्र, अतः तयोः समानाधिकरण्यं वर्तते, न तु तत्र साक्षात् व्यापकत्वम् इति। अतः तत्र समानाधिकरण्यम् इत्युक्ते तत्र कदा भवति समानाधिकरण्यम्? अतः तत्र चित्रं वयं दृष्टवन्तः गतवर्गे, नाम यत्र वह्निः अनेकेषु स्थलेषु भवति, अपि पर्वतत्वं तत्र सर्व यत्र यत्र पर्वतः तत्र तत्र पर्वतत्वम् अस्ति। अत्र शतपर्वताः सन्ति, सर्वेषु पर्वतेषु पर्वतत्वम् अस्ति, किन्तु तत्र अन्यत्रापि पर्वतत्वम् अस्ति। अतः पर्वतत्वस्य क्षेत्रं बृहत् अस्ति, वह्नेः क्षेत्रमपि बृहत् अस्ति, किन्तु केषुचित् पर्वतेषु वह्निः अस्ति इति इच्छामः, नाम तत्र इण्टर्सेक्षन् भवति, नाम केषुचित् पर्वतेषु तत्र पर्वतत्वमपि वर्तते, वह्निः अपि वर्तते, किन्तु यत्र यत्र वह्निः तत्र तत्र पर्वतत्वम् अपि, यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति न वक्तुं शक्नुमः। अतः तत्र चित्रं यत् प्रदर्शितं, वह्निः अपि पर्वतत्वं तयोः क्षेत्रं द्वयम् अस्ति, तत्र अन्तिममध्यभागे तत्र लघुक्षेत्रम् इङ्कितं यत्र पर्वतत्वमपि वर्तते वह्निः अपि वर्तते। तादृशम् एकं स्थलमपि अस्ति चेत् तत्र समानाधिकरण्यं तयोः वक्तुं शक्नुमः इति अस्ति। अत्र कोऽपि प्रश्नः? सर्वेषु पर्वतेषु इति एकः एका स्थितिः, केषुचित् पर्वतेषु वह्निः अस्ति इति अन्या स्थितिः। इत्युक्ते महोदय तत्र द्वितीये साध्ये अथवा साधने पर्वतत्ववन्योः अधिकरणं समानम्, अपि च तत्र इत्युक्ते व्याप्यव्यापकभावः भावस्य आवश्यकता नास्ति, यतोहि अधिकरणं समानम् इति तावत् अवगतम्, अपि च व्यापकत्वं न भासते, क्वचिदेव पर्वते वह्निरस्ति इति, अतः तत्र समानाधिकरणम् इत्युक्ते पुनः एकवारं वदति वा, तत्र समानाधिकरणम् अस्मिन् प्रसङ्गे पर्वतत्वं वह्निः अस्मिन् प्रसङ्गे नाम एतादृशी स्थितिः अस्ति इति चिन्तयतु, यदि तत्र कुत्रापि नाम समान अधिकरणं नाम किं, नाम तत्र यदि साधारण उदाहरणं नाम तत्र उत्पीठिकायां लेखनी अपि अस्ति अपि पुस्तकमपि अस्ति इत्यत्र तत्र अधिकरणं तयोः समानम्, अतः समानाधिकरण्यं वर्तते। अस्तु, इदानीं तत्र उत्पीठिका बृहत् इति चिन्तयतु, उत्पीठिका तत्र इदानीं तत्र पुस्तकम् उत्पीठिकायाः एकस्मिन् देशे एव अस्ति खलु, अतः तत्र पुस्तकस्य संयोगः उत्पीठिकायां वर्तते, अपि उत्पीठिकायाः धर्मः उत्पीठिका उत्पीठिका इति तत्र तस्य धर्मः किम्, उत्पीठिकात्वम् इति अस्तु उत्पीठिकात्वं तदपि उत्पीठिकायां वर्तते खलु, वर्तते उत्पीठिकात्वं सर्वत्र वर्तते उत्पीठिकायां, किन्तु संयोगः एकस्मिन् भागे एव वर्तते, वर्तते, किन्तु प्रदेशे तस्मिन् किन्तु तस्मिन् भागे तु संयोगः अपि अस्ति, उत्पीठिकात्वम् अपि अस्ति अपि अस्ति. आमाम्. अतः न्यूनातिन्यूनम् एक लघुभागः अस्ति चेदपि यत्र द्वयमपि वर्तते तदा वयं सामानाधिकरणम् इति वक्तुं शक्नुमः. अस्तु महोदय, धन्यवादः. समीचीनं खलु? आमाम् आम्. यदि यदि नाम तत्र उत्पीठिकायां पुस्तकं नास्ति तदा तत्र उत्पीठिकायोगः एव उत्पीठिकात्वं तु अस्ति. अतः तत्र तस्मिन् प्रसङ्गे तत्र संयोगः नाम तत्र इदानीं पुस्तकम् अन्यत्र अस्ति, अतः तत्र तस्मिन् देशे तत्र संयोगः वर्तते, तस्मिन् संयोगे तत्र प्रतियोगी पुस्तकमेव, यतोहि प्रतियोगी इत्युक्ते उपरि, अनियोगी इत्युक्ते अधोभागे अधिकरणं संयोगस्य संयोगस्य प्रतियोगी अनियोगी इति अपि अस्ति खलु. प्रतियोगी नाम तत्र उपरि यः अस्ति सः प्रतियोगी नाम पुस्तकम् अत्र, अनियोगी भवति तत्र अन्य अन्यत् देशं तत् किं किमपि भवेत्. अतः तत्र संयोगः वर्तते, पुस्तकप्रतियोगिकसंयोगः वर्तते, किन्तु तस्य संयोगस्य अपि तत्र उत्पीठिकात्वं तयोः मध्ये समानाधिकरण्यं नास्ति नास्ति, यतोहि किञ्चिदपि भागः नास्ति यत्र उत्पीठिकात्वम् अपि अस्ति अपि संयोगः अपि अस्ति. अतः तत्र समानाधिकरण्यं नास्ति. किन्तु यदा पुस्तकम् उत्पीठिकायां तत्र लघुपुस्तकं भवेत् अथवा पुस्तकस्य एकस्मिन् कोणे तत्र कार्नर् मध्ये तत्र पायिण्ट् इति अस्ति खलु तत्र बिन्दु इव तादृशं तत्र स्पर्शं कुर्मश्चेदपि संयोगः अस्ति खलु. तस्मिन् बिन्दौ तस्यां बिन्दौ तत्र संयोगः वर्तते, एकः एका एव बिन्दुः अथवा एकः एव बिन्दुः, किन्तु तत्र संयोगः अपि अस्ति उत्पीठिकात्वमपि अस्ति. आम् महोदय, तद् इदानीम् अवगतम् इति चिन्तयामि, किन्तु कम्पेर्ड् वित् दट् महोदय, द प्रथम प्रथमविधे तत्र सर्वेषु पर्वतेषु वह्निः अस्ति इत्यत्र किं साधयितुम् इच्छामः? तत्र पर्वतत्वं भासते. नाम सत्यं, यतो नाम तत्र यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति तत्र इति वक्तुं इच्छामः. नाम सर्वेषु पर्वतेषु पर्वतत्वं वर्तते, तत्र वह्नि अवश्यम् अस्ति इति साधयितुम् इच्छामः. केवलम् एकस्मिन् पर्वते इत्युक्ते तत्र शतपर्वताः सन्ति, तेषु केषुचित् सर्वेषु इति साधयितुम् इच्छामः वा, सर्वेषु शतेषु पर्वतेषु अथवा केषुचित् पर्वतेषु इति? न न न, यत्र सर्वेषु पर्वतेषु नाम शतपर्वताः सन्ति, सर्वेषु पर्वतेषु प्रत्येकः अस्ति पर्वते वह्निः अस्ति इति इच्छामश्चेत् तादृश अनिमितिस्थले प्रथमविधः इत्युक्ते तत्र तत्र किं तत्र व्यापकभावः भवति वर्तते वर्तते, यतोहि प्रथमे प्रथमः पर्वतः अस्ति, तत्र पर्वतत्वम् अस्ति वा? अस्ति. तत्र वह्नि अस्ति इति साधयितुम् इच्छामः वा? आम्. अतः यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति इति ज्ञानम् आवश्यकं खलु. तत्र तत्र व्यापकत्वं नाम पर्वतत्वव्यापकवह्निः इति साध्यः इति आवश्यकं खलु. आम्, इत्युक्ते तत्र अस्माकम् उद्देशः कः तत्र सर्वेषु पर्वतेषु? एतत् इदानीं केवलं भगिनी नाम तत्र पूर्वम् आसीत् नाम तत्र एतद् अस्तु, तत्र प्रश्नः अस्ति नाम किमर्थम् एतत् सर्वं चिन्तयामः इति खलु. यतोहि अस्माकं तत्र मूल अनुमानवाक्ये किम् अभवत् नाम दृष्टान्तः यः अस्ति वयं जानीमः तत्र किम् आसीत् तत्र अग्रे भवति नाम हेतुः अस्ति पक्षस्य धर्मः मूलवाक्ये तत्र वयं जानीमः नाम हेतुः पक्षभिन्नस्थले नास्ति अतः वयं चिन्तितवन्तः तर्हि दृष्टान्तः नाम तत्र व्याप्तिः नाम तत्र व्यापकस्य तत्र वैविध्यं वर्तते खलु तत्र व्यतिरेकव्याप्तिः अन्वयः व्याप्तिः इति तत्र अन्वयव्याप्तिदृष्टान्तः नास्ति व्यतिरेकदृष्टान्तः आवश्यकम् इति चिन्तितवन्तः खलु किन्तु यतोहि तत्र पक्षभिन्नस्थले हेतुः नास्ति किन्तु तत्र व्यतिरेक तत्र अन्वय तत्र व्यतिरेकव्याप्तेः उदाहरणं नास्ति तत् यतोहि तत्र तत् उदाहरणं किम् अस्ति उदाहरणम् अस्मिन् मूलवाक्ये उदाहरणं यत् दत्तं तद् पक्षस्य एकभागः अस्ति उदाहरणम् इदानीम् अस्माकं सन्देहः तत्र उदाहरणं पक्षस्य भागः अस्ति चेत् तस्य प्रयोगः कथं कर्तुं शक्नुमः खलु उदाहरणपक्षस्य भागः अस्ति चेत् अस्ति चेत् न तर्हि तत्र कथं कार्यं करोति अतः इदानीम् अस्माकं तत्र एतत् सर्वं चर्चा किमर्थम् इत्युक्ते यद्यपि उदाहरणं पक्षस्य भागः भवति कुत्रचित् तेन कार्यं साधयितुं शक्नुमः नाम तेन यद्यपि उदाहरणं पक्षस्य भागः अस्ति तथापि अनुमानं जायते इति अस्तु महोदय अत्र लघुरीत्या वदामिश्चेत् स्थूलरीत्या वदामश्चेत् भगिनि नाम शतपर्वताः सन्ति सर्वेषु पर्वतेषु वह्निः अस्ति इति अस्माकम् इच्छा इति चिन्तयतु अस्तु तस्मिन् प्रसङ्गे सर्वत्र धूमः वर्तते अस्तु सर्वेषु पर्वतेषु धूमः वर्तते अस्तु इदानीं सर्वेषु पर्वतेषु वह्निः अस्ति इति वक्तुम् इच्छामः अस्तु तदा एकस्मिन् पर्वते यदि वह्निः पश्यामः तदा वयं वक्तुं शक्नुमः पश्यतु सर्वेषु पर्वतेषु धूमः अस्ति अस्मिन् पर्वते तत्र वह्निः अपि अस्ति तर्हि सर्वेषु पर्वतेषु वह्निः भवेत् इति खलु अस्तु आम् आम् यत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति इच्छा अस्ति चेत् तत्र एकस्य पर्वतस्य उदाहरणं दृष्ट्वा अनुमानं भवति साध्यं तर्हि तत्र व्याप्यव्यापकभावः इति द्रष्टुं शक्नुमः अस्तु आम् अस्तु तत्र उदाहरणं किम् आसीत् पक्षस्य एकः भागः एव उदाहरणम् आसीत् आं पर्वतत्वम् इति न उदाहरणमासीत् एकः पर्वतः शतेषु एकः पर्वतः एव पक्षे यः पर्वतः अस्ति तस्मिन् एकभागे धूमः अस्ति वह्निः अपि अस्ति अतः वयम् उक्तवन्तः अस्तु सर्वेषु पर्वतेषु वह्निः अस्ति किन्तु यत्र कुत्रचिदेव नाम तत्र वह्निः अस्ति इति साधयितुम् इच्छामः इति चिन्तयतु तत्र किं धूमः अस्ति अतः तत्र वह्निः अस्ति इति न वक्तुं शक्नुमः यतोहि कुत्रचित् धूमः अस्ति किन्तु वह्निः न दृश्यते अन्यत्र धूमः अस्ति वह्निः अपि अस्ति किन्तु केषुचित् पर्वतेषु धूमः अस्ति न वा इति न जानीमः किन्तु तत्र केषुचित् पर्वतेषु धूमः वह्निः दृश्यते केषुचित् पर्वतेषु द्वयमपि न दृश्यते अतः वयं तस्मिन् सन्दर्भे केवलम् एतत् वक्तुम् इच्छामः तत्र केषुचित् पर्वतेषु वह्निः अस्ति इति अस्तु तत्र एकं पर्वतं दृष्ट्वा, एकस्मिन् पर्वते तत्र धूमः अपि अस्ति, वह्निः अपि अस्ति दृष्ट्वा, तथा वयं न वक्तुं शक्नुमः सर्वेषु पर्वतेषु वह्निः अस्ति इति, खलु? यतोहि कुत्रचित् एव अस्ति, अपि तत्र उदाहरणं तत्र कार्यं न करोति, यतोहि उदाहरणं दृष्ट्वा धूमः अस्ति वह्निः अपि अस्ति, किन्तु अन्यत्र धूमः अस्ति किन्तु वह्निः न दृश्यते, तत्र धूमः अन्यत् अन्यस्मात् पर्वतात् आगतः धूमः न वा इति न वक्तुं शक्नुमः, खलु? आम् इत्युक्ते यतोहि तत्र भवान् भवान् वदति तस्य इट्स् लीडिङ्ग् टु संथिङ्ग् खलु महोदय, तर्हि तत्र यत्र सत्यं भगिनि, यत्र केषु पर्वत तत्र पक्षे सर्वत्र साध्यः वर्तते इति इच्छामश्चेत् अनुमानम् एकं विधं, पक्षे केवलं कुत्रचित् साध्यः वर्तते इति इच्छामश्चेत् तत् अन्यविधं भवति. अस्तु महोदय, किन्तु यत्र पक्षे सर्वत्र साध्यः वर्तते इति इच्छामः, तत्र वयं चिन्तयामः तत् कठिनं खलु, तत्र सर्वत्र साध्यः वर्तते इति वक्तुम् इच्छामः तत् कठिनम् इति चिन्तयामः, किन्तु तस्मिन् सन्दर्भे एकस्मिन् भागे तत्र साध्यः वर्तते चेत् तत्र अस्माकम् अनुमानं जायते इति उद्देशः. अस्तु अस्तु महोदय, अन्ततो गत्वा तत्र एतत् सर्वं कस्मिन् दिशि चलति इति प्रायशः अग्रे समीचीनं, धन्यवादः महोदय. इदानीं एतत् अपि सम्यक्तया अवगतम् इति चिन्तयामि. अस्तु अस्तु, समीचीनं भगिनि. अन्येषां प्रश्नः अस्ति वा, कृपया पृच्छतु, चिन्ता नास्ति, नाम यतोहि तत्र सर्वेषां सम्यक् अवगमनं भवेत्, अतः प्रश्नेन एव वयम् एतत् सर्वं कारयितुं शक्नुमः, अतः कृपया पृच्छन्तु. चन्द्रमती भगिनी प्रश्नः अस्ति वा, रणलिनी भगिनी प्रश्नः अस्ति वा, अस्तु तर्हि तर्हि अग्रे वदतु भगिनि. प्रश्नं पृष्टुमपि किञ्चित् ज्ञानम् आवश्यकमस्ति. तत् सत्यमेव भगिनि, किन्तु तत्र स्थूलरीत्या अवगतं खलु भगिनि, नाम तत्र अनुमिति वैविध्यम् एकस्मिन् पक्षे सर्वत्र साध्यः भवति इति इच्छा, अन्यस्मिन् पक्षे एकस्मिन् देशे अथवा कुत्रचित् तत्र भागे साध्यः वर्तते, नाम सर्वेषु पर्वतेषु वह्निः अस्ति इति एकं विधम्, अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति द्वितीयविधम्. तावत् अवगतं खलु चन्द्रमती भगिनी, तावत् अस्तु अस्तु अस्तु. तर्हि अग्रे सरामः, तत्र अद्य तत्र अहं भयि अस्मि इति कृत्वा तत्र स्क्रीन् शेर् न कर्तुं शक्नोमि, अतः तत्र चित्रं प्रेषितवान् वाट्साप् मध्ये, तत्र कुत्र स्मः इति. इदानीं तत्र प्रथमे चित्रे अधोभागे तत्र तर्हि पर्वतत्वावच्छेदेन इति ततः आरभ्य पठामः. तर्हि उषा भगिनी अग्रे पठति वा? अस्तु महोदय. तर्हि पर्वतत्व अवच्छेदेन नाम यत्र यत्र पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निः अस्ति इति यदा साध्यते धूमेन हेतुना, तदानीं कश्चित् एकः पर्वतः दृष्टान्तः भवितुं शक्यते. तद्वत् वह्निः उष्णः वह्नित्वात् इत्यत्र कश्चन वह्निः उष्णत्ववान् इति प्रत्यक्षेण ज्ञातम्. ओके, कस्मिंचित् वर्णौ उष्णत्वम् अस्ति इति ज्ञातम्। सः वह्निः दृष्टान्तः भवितुम् अर्हति। सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं तेन केवलम् एकः वह्निः उष्णः इति प्रत्यक्षेण ज्ञायते। सर्वत्र वह्नौ उष्णत्वम् अस्ति इति साधनवेलायां यः वह्निः पूर्वं प्रत्यक्षेण उष्णः इति ज्ञातं सः वह्निः पक्षः सर्वत्र साध्य वा नित्यस्य प्रदर्शनार्थं दृष्टान्तः भवति। अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम्। यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम् अस्तु। पर्वत अवच्छेदेन नाम यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र सर्वत्र वह्निः अस्ति इति यदा साध्यते धूमेन हेतुना तदानीं कश्चित् एकः पर्वतः दृष्टान्तः भवितुं शक्यते। इदानीम् ऐ थिङ्क् भवान् उक्तवान् लैक् सर्वेषु पर्वतेषु एकः पर्वतस्य स्थले व्याप्यव्यापकभावः अस्ति चेत् सर्वेषु पर्वतेषु अस्ति इति वक्तुं शक्नुमः। नाम भगिनि नाम तत्र हेतुसाध्ययोः मध्ये व्याप्यव्यापकः भावः अस्ति तद् आवश्यकं। किन्तु अत्र पर्वतत्वम् अपि वह्निः तयोः मध्ये अपि व्याप्तिः भवेत् इति आशा। पर्वतत्वम् अपि च वह्निः तयोः मध्ये तयोः मध्ये व्यापकभावः व्यापकः व्यापकत्वं भवेत्। नाम पर्वतत्वव्यापक वह्निः यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः तादृशं ज्ञानम् अस्ति चेत् नाम तत्र अनुमानम् एकः पर्वतः दृष्टान्तः भवितुं शक्यते। अस्ति इति यदा साध्यते धूमेन हेतुना वयं वक्तुं शक्नुमः यत्र पर्वतत्वम् अपि च वह्निः अस्ति तत्र यत्र यत्र यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र सर्वत्र वह्निः अस्ति इति साधयितुम् इच्छामः। नाम सर्वेषु पर्वतेषु वह्निः अस्ति इति साधयितुम् इच्छामः। तदानीं कश्चित् एकः पर्वतः देन् एकः पर्वतः दृष्टान्तः भवितुं शक्यते। तद्वत् इदानीम् अन्यत् उदाहरणं वह्निः उष्णः वह्नित्वात् इत्यत्र कश्चन वह्निः उष्णत्ववान् इति प्रत्यक्षेण ज्ञातम् कश्चन वह्निः उष्णत्ववान् इति प्रत्यक्षेण ज्ञानम्। कस्मिंश्चित् वह्नौ उष्णत्वम् अस्ति नाम इदानीं तत्र कुत्रचित् वयं कुत्रचित् द्रष्टुं शक्नुमः। वयं तत्र स्पर्शेन जानीमः अस्तु तत्र उष्णः अस्ति। एकदिने वयं जानीमः अस्तु वह्नौ उष्णत्वम् अस्ति। अग्रिमे दिने अपि पुनः ज्ञानं तदानीं वयं वदामः खलु अस्तु तत्र यत्र वह्निः अस्ति तत्र उष्णः भवति एव इति खलु। तत्र लौकिक तत्र अनुभवेन यथा वयं कुर्मः तथैव अत्रापि इति उक्तम्। पठतु भगिनि। कस्मिंश्चित् वह्नौ उष्णत्वम् अस्ति इति ज्ञातम् अस्तु सः वह्निः दृष्टान्तः भवितुम् अर्हति। सः वह्निः दृष्टान्तः भवितुम् अर्हति। सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं तेन केवलम् एकः वह्निः उष्णः इति प्रत्यक्षेण ज्ञायते। सर्वत्र इति न ज्ञायते अनेन एकः वह्निः उष्णः इति प्रत्यक्षेण ज्ञायते अस्तु। सर्वत्र वह्नौ उष्णत्वम् अस्ति इति साधनवेलायां यः वह्निः पूर्वं प्रत्यक्षेण उष्णः इति ज्ञातं सः वह्निः पक्षः सर्वत्र साध्यवान् पक्षः सर्वत्र साध्यवान् इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति सो एकः वह्निः सः वह्निः यत्र उष्णत्वम् अस्ति तत् वह्निः यत् वह्नेः कृते प्रत्यक्षेण उष्णः अस्ति इति वयं जानीमः तत् वह्निः सः वह्निः पक्षः सर्वत्र साध्यवान् इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति पक्षः अत्र वह्निः वह्निः सर्वत्र साध्यवान् सर्वत्र उष्णत्वम् अस्ति इति सर्वत्र नाम सर्वेषु तत्र तत्र तत्र यः कोऽपि वह्निः तस्मिन् वह्नौ उष्णत्वम् अस्ति एव नाम तत्र पक्षे तत्र सर्वपक्षः सर्वत्र साध्यवान् इति इत्यस्य साध्यवान् अपि सर्वत्र साध्यवान् कः भेदः साध्यवान् इत्युक्ते यत्र साध्यवान् नाम साध्यः नाम अस्तु किन्तु पक्षः सर्वत्र साध्यवान् नाम पक्षः साध्यवान् नाम साध्यः पक्षे अस्ति वर्तते अस्ति वर्तते किन्तु इदानीं पक्षः सर्वत्र साध्यवान् साध्यवान् सर्वेषु पर्वतेषु न न पक्षे सर्वत्र साध्यः सर्वत्र साध्यः अस्ति इति व्याप्य केवलम् एकस्मिन् भागे न सर्वत्र पक्षे पक्षस्य क्षेत्रं बृहत् भवेत् किन्तु सर्वत्र सर्वत्र साध्यः वर्तते यथा वयं तत्र लक्षणम् इति वयम् उक्तवन्तः खलु नाम लक्षणं लक्ष्ये नाम लक्ष्ये तत्र भवेत् लक्ष्ये सर्वत्र भवेत् लक्ष्यभिन्नस्थले न भवेत् इति उक्तवन्तः खलु किन्तु लक्ष्ये सर्वत्र भवेत् खलु नाम पृथ्वी इत्युक्ते गन्धत्वम् इति नाम गन्धः पृथिव्याः लक्षणं नाम यत्र यत्र गन्धः तत्र तत्र यत्र यत्र तत्र गन्धः भवेत् एव केवलं कुत्रचित् पृथिव्याम् अस्यां पृथिव्यां गन्धः वर्तते किन्तु अन्यत्र पृथ्वी अस्ति किन्तु तत्र गन्धः नास्ति तादृशः नास्ति खलु अतः तत्र पृथ्वी तत्र गन्धवती इति सर्वत्र गन्धवती इति अर्थे खलु तत्र तथैव पक्षः सर्वत्र साध्यवान् नाम यः वह्निः वह्निः अद्य पश्यामः यः दृष्टवन्तः अन्यस्मिन् स्थले वह्निः अस्ति तर्हि वह्निः नाम पक्षः बृहान् अस्ति केवलं यः अस्माकं पुरतः वह्निः या अस्ति तत्र एव उष्णः इति अस्माकं चिन्तनं नास्ति सर्वत्र यत्र यत्र वह्निः अस्ति तत्र तत्र सर्वत्र उष्णत्वम् इति अस्माकं चिन्तनम् तदा वयं वदामः पक्षः सर्वत्र साध्यवान् अस्तु तदा एकः वह्निः दृष्टान्तः भवितुम् अर्हति अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम् अस्माकं लक्ष्यं किम् अस्मिन् प्रसङ्गे अन्वयदृष्टान्तः सो यत्र अत्र अत्र यत्र साध्यं कुत्र यत्र साध्यं यत्र साध्यम् अस्ति का साध्यं कुत्र भवेत् इति अस्माकं लक्ष्यं तत्र तत्र न न साध्यम् अनुमानस्थले साध्यम् अस्माकं लक्ष्यं किं भवति अनुमानस्थले साध्यं पक्षे अस्ति इति अस्ति वर्तते किन्तु किन्तु अत्र इतोपि इच्छा अस्ति इतोपि अस्माकं लक्ष्यम् अस्ति किम् अस्ति पक्षे साध्यं पक्षे सर्वत्र वर्तते, सर्वत्र वर्तते इति अस्माकं लक्ष्यम् अस्मिन् प्रसङ्गे. तदा यदा वयं वक्तुम् इच्छामः पक्षे सर्वत्र साध्यं वर्तते इति अस्माकं लक्ष्यमस्ति, तदेव अस्माकम् अनुमानं भवति चेत् तदा एकस्मिन् भागे पक्षस्य एकस्मिन् भागे साध्यः वर्तते चेत् पर्याप्तम् अनुमानं भवति. तदेव सः भागः दृष्टान्तत्वेन स्वीकर्तुं शक्नुमः. नाम उष्णत्वं तत्र नाम वह्निः उष्णः वह्नित्वात् इत्यत्र तत्र सर्वत्र उष्णः वर्तते वह्नौ इति इच्छा अस्ति चेत् एकः वह्निः तस्य दर्शनेन तस्य उष्णत्वस्य दर्शनेन ओ सर्व तत्र सर्वत्र वह्निः उष्णः उष्णवान् उष्णत्ववान् इति भवति खलु. आम् महोदय, एतदेव पूर्वमपि एतदेव पूर्वमपि उक्तं नाम तत्र विज्ञाने वैज्ञानिक तत्र शैली अपि तथैव अस्ति खलु. तत्र किमपि पदार्थं स्वीकृत्य ते तत् अधोपतनं तस्य यदि वयं तत् तथा किम् उत्क्षेपणं नाम उत्क्षेपणं नाम नास्ति अधो अन्नमपि अन्नमपि तदपि समीचीनं भगिनि. हा तत्र अन्नं कृतं वा इति ओदनस्य पचनं जातं वा इति एकस्य तत्र परीक्षां कृत्वा एकस्य तत् किम् अस्ति अङ्गुल तत्र न्यायं तण्डुलन्यायं तण्डुलन्यायं तथैव अत्रापि पक्षस्य एकभागं दृष्टान्तः भवति इति अस्ति. अस्तु इदानीं तत्र समीचीनं तत्र अवगतं खलु नाम अस्माकं लक्ष्यं किम् इति इदानीम्. आम् आम् अस्तु अस्तु समीचीनम् अस्तु धन्यवादः भगिनि. अस्तु अग्रे मृलिनी भगिनि अग्रे धन्यवादः भगिनि. मृणालिनी भगिनी अग्रिमपरिच्छेदं पठति वा. आमाचार्य अस्तु. प्रकृतौ आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत्. अत्र पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाशजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति. अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति. आश्रयनाशाजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः एतादृशः अन्वयदृष्टान्तः भवति. सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत् प्रकृतौ आश्रयनाशजन्यगुणनाशः आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत् इदानीं भगिनि तत्र सोपानेन इदानीम् एतदेव अस्माकं मूलवाक्यं. तर्हि तत्र पुनः तत्र तत्र पुनस्मरणं कुर्मः नाम तत्र एतद् वाक्यं कीदृशं वाक्यम् अनुमानवाक्यं खलु. अनुमानवाक्यं तर्हि तत्र पक्षः कः साध्यः कः हेतुः कः दृष्टान्तः कः इति प्रथमतया वदामः. तर्हि तद्वदतु पाकजरूपनाशवत् इति दृष्टान्तः किल उत्तमं हा पाकजरूपनाशवत् इति दृष्टान्तः पाकजरूपनाशः एव दृष्टान्तः समीचीनं हा अस्तु आश्रयनाशजन्यगुणनाशः सामानाधिकरण्य गुणजन्यः भगिनी तत्र सरल सरल अनुमानवाक्यं वदतु पर्वतः पर्वतः वनिमान् भूमात् यथा महानसे महानसवत् महानसवत् यथा महानसवत् समीचीनं भगिनि तर्हि प्रथमपदं सर्वदा किं भवति अनुमानवाक्ये पर्वतः पक्षः भवति अतः प्रथमवाक्यमस्ति पक्षः प्रथमपदम् अस्ति प्रथमपदम् अस्ति पक्षः अत्र प्रथमपदं किम् अस्ति आश्रयनाशाजन्यगुणनाशः इति एव सः एव पक्षः किन्तु तत्र एषः पक्षः तत्र किमस्ति विषयः अस्ति नाम यत् प्रत्यक्षपदार्थः नास्ति विषयः अस्ति अब्स्ट्राक्ट् कान्सेप्ट् कन्सेप्शुयल् अस्ति कान्सेप्ट् अस्ति आश्रयनाश अजन्यगुणनाशः इति तादृशविषयः सः विषयः सः एव अत्र पक्षः इदानीं तत्र पर्वतः वह्निमान् खलु तत्र वह्निमान् किं भवति पर्वतस्य विशेषणम् आमां पर्वतस्य विशेषणं विशेषणं यथा नाम पर्वतः उन्नतः इति वदामश्चेत् तत्र औन्नत्यमेव तत्र पर्वते अस्ति उन्नतः इति वदामश्चेत् औन्नत्यं वर्तते इदानीं तर्हि तत्र द्वितीयपदं वह्निमान् इति अस्ति तथैव द्वितीयपदं किम् अस्ति पक्षस्य विशेषणं किन्तु तस्मिन् साध्यः साध्यः तत्र अस्ति साध्यः इङ्कितः अत्र समानाधिकरणगुणजन्यः इति नाम गुणजन्यः तर्हि तत्र यथा उन्नतः अस्ति समानाधिकरणगुणज भवति तत् गुणजन्य न तत्र उन्नतः इत्युक्ते औन्नत्यम् अथवा उन्नतत्वं पक्षे भवति वृक्षे अस्ति पर्वते वर्तते तथैव तत्र भाववाचक प्रत्ययस्य योजनं करणीयम् ओ तर्हि समानाधिकरणगुणजन्यत्वं समानाधिकरणगुणजन्यत्वं पक्षे अस्ति इति अस्माकम् इच्छा तदा एव नाम पुस्तकत्वं नाम औन्नत्यम् अस्ति चेदेव उन्नतः इति भवति तथैव समानाधिकरणगुणजन्यत्वं पक्षे अस्ति चेदेव तत्र पक्षः समानाधिकरणगुणजन्यः भवति खलु अतः तत्र साध्यं किं समानाधिकरणगुणजन्य गुणजन्यत्वं वदतु भगिनि आमां तर्हि समानाधिकरणगुणजन्यत्वम् इति साध्यं वर्तते साध्यम् अस्ति इदानीं हेतुः कः तत्र पर्वतः वह्निमान् धूमात् इति तत्र धूमात् पञ्चमी धूमात् पञ्चमी अत्र किम् अस्ति तर्हि धूमः हेतुः धूमात् इति आसीत् आमाम् अतः अत्र हेतुः अस्ति आश्रयनाशाजन्यगुणनाशत्वम् उत्तमं भगिनि तदेव हेतुः अस्मिन् प्रसङ्गे उत्तमं तर्हि आश्रयनाश अजन्यगुणनाशत्वम् एव हेतुः इदानीम् अपि दृष्टान्तः इति उक्तवती पाकजरूपनाशः इति एव दृष्टान्तः इदानीं हेतुः आश्रयनाश अजन्यगुणनाशत्वं तद् तस्यापि पक्षस्य कः सम्बन्धः, कोऽपि सम्बन्धः वर्तते वा? हेतुः पक्षे वर्तते न, सत्यं, हा उत्तमं, हेतुः पक्षे वर्तते, किन्तु हेतुः अपि पक्षः, तयोः मध्ये कः नाम सम्बन्धः, नाम पक्षः कः अस्ति? न न न न नाम पक्षः कः अस्मिन् प्रसङ्गे? अत्र पक्षः अस्ति आश्रयनाशः, जन्यगुणनाशः इति पक्षः. हेतुः अस्ति, हेतुः अस्ति सामानाधिकरण्यगुण. न न हेतु हेतुः न न साध्यं न हेतुः हेतुः अस्ति आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः. पक्षः कः? पक्षः आश्रयनाश अजन्यगुणनाशः. हा तर्हि तत्र तयोः मध्ये कः सम्बन्धः? ओ तत्र आधेय आधारसम्बन्धः किल? न न तद् अस्ति, किन्तु तत्र पुस्तकम् अपि पुस्तकत्वं, तत्र किं वदामः, पुस्तकत्वं किम् अस्ति पुस्तकस्य लक्षणवाक्यं किं वदामः? न न धर्मः, धर्मः, धर्मः, तस्य धर्मः, जातिः, जातिः अथवा धर्मः खलु. हा अतः तत्र हेतुः अस्ति पक्षस्य धर्मः, नाम हेतुः पक्षभिन्नस्थले न भवति, पक्षे अस्ति अन्यत्र न भवति खलु. पुस्तकत्वं पुस्तकं विहाय अन्यत्र न लभ्यते खलु. आम् आम् तथैव अत्र पक्षः आश्रयनाश अजन्यगुणनाशः, हेतुः आश्रयनाश अजन्यगुणनाशत्वं, तर्हि हेतुः पक्षभिन्नस्तरे नास्ति खलु. आम् आम् अतः तत् भवति न धर्मः. अतः पूर्वं वयं चिन्तितवन्तः अस्मिन् प्रसङ्गे तत्र व्यतिरेकदृष्टान्तः आवश्यकः इति, किन्तु इदानीम् अस्माकं चिन्तनं किम् अस्ति, ओ अन्वय तत्र दृष्टान्तः अपि कार्यं करोति, यत्र अस्माकम् इच्छा लक्ष्यं तत्र तत्र किञ्चित् दृढं भवति चेत्. अतः एव इदानीं तत्र अस्माकं लक्ष्यं किं, तत्र अस्माकं लक्ष्यं तत्र यत्र तत्र पक्षस्य एकभागे साध्यमस्ति चेत् तत्र दृष्टान्तरूपेण यत्र उष्णः इति तत्र उषाभगिनी उक्तवती खलु, तत्र तस्मिन् उदाहरणे किम् अभवत् इति स्वशब्दैः वदति वा? यत्र उष्णः नाम तत्र वह्निः उष्णः वह्नित्वात् इत्यत्र वह्नौ उष्णः अस्ति इति कथं जानीमः? तत्र एकस्मिन् भागे एकदा एव निरीक्षणं क्रियते उष्णः अस्ति वह्निः, तर्हि सर्वत्र वह्निः खलु, वह्नेः गुणः धर्मः उष्णत्वं ज्ञायते वा? तत्र वह्नेः धर्मः उष्णत्वम् इति नास्ति, किन्तु यदि वयं चिन्तयामः यत्र यत्र वह्निः तत्र तत्र उष्णत्वम् इति यदि चिन्तयामः तदा किं भवति, एकः वह्निः अस्ति तस्य स्पर्शेन वयम् उष्णः भवति इति जानीमः, तेन पर्याप्तं, यत्र यत्र वह्निः तत्र तत्र उष्णः अस्ति इति जानीमः खलु. तत्र अस्माकं लक्ष्यं दृष्टान्तः भवति, हा तत्र यत्र वयं तत्र साध्यं पक्षे एकस्मिन् भागे अस्ति इति चिन्तनं वा अथवा सर्वत्र अस्ति इति चिन्तनं वा? साध्यम् एकस्मिन् भागे अस्ति चेदपि सर्वत्र भवति इति न नाम किन्तु अनुमानं कीदृशम्? अनुमानम् अस्ति यदा वयम् इच्छामः साध्यः पक्षे सर्वत्र भवति इति इच्छामश्चेत् तदा एकस्मिन् भागे साध्यं दृष्ट्वा वयं सर्वत्र साध्यं वर्तते इति वक्तुं शक्नुमः खलु. आम् आम् केवलम् एकस्मिन् भागे साध्यं वर्तते इति अस्माकम् इच्छा अस्ति चेत् तत्र किं किमपि कार्यं न कर्तुं शक्नुमः. तत्र अन्यत् उदाहरणम् आवश्यकम् अस्ति. किन्तु यत्र पक्षे सर्वत्र साध्यं वर्तते, नाम यत् यः कोऽपि वह्निः अत्र अस्ति वा अन्यस्मिन् देशे अस्ति वा, किन्तु सर्वत्र यत्र यत्र वह्निः अस्ति तत्सर्वं पक्षः भवति खलु. केवलं नाम इदानीम् अस्मिन् प्रकोष्ठे वयं गृहान् वह्निः अस्ति, वयं वह्नेः एकभागस्य स्पर्शनेन सर्वत्र वह्निः अस्ति इति न, सर्वत्र तत्र उष्णः अस्ति इति न. पक्षः नाम यः वह्निः अस्माकं पुरतः अस्ति, अपि यः वह्निः अन्यत्र अस्ति, सर्वं पक्षः भवति. यदि वयं सर्वत्र सर्वत्र उष्णः उष्णत्वं वर्तते इति चिन्तयामश्चेत् तदा एकस्य वह्नेः स्पर्शेन उष्णत्वं ज्ञातं चेत् सर्वः वह्निः उष्णः इति ज्ञानं भवति खलु. तथा एव अत्र अस्माकं लक्ष्यमस्ति साध्यं पक्षे सर्वत्र वर्तते, नाम पक्षे इदानीं पक्षः तत्र पदार्थः नास्ति, विषयः अस्ति, किन्तु यः कोऽपि भागः पक्षस्य यः कोऽपि भागः स्वीकर्तुं शक्नुमः तत्र निश्चयेन साध्यः अस्ति इति अस्माकं निश्चयः अस्ति. तदेव सः एव तदेव अस्माकं लक्ष्यमस्ति चेत् तदा ये पक्षस्य एकभागं दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः खलु. सत्यं. हा इदानीं हा इदानीं तत्र एकवारं पठतु भगिनि तत्र अत्र अत्र पाकजरूपनाशः पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाश अजन्यगुणनाशे आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति. इदानीं तस्य अर्थः कः इति वदतु. अत्र पाकजरूपनाशः पक्षे तर्हि आम् पक्षे एकदेशः अस्ति चेदपि अर्थात् अत्र अस्माकं पक्षः अस्ति आश्रयनाश अजन्यगुणनाशः इति पक्षः किल इति अस्माकं पक्षः. समीचीनं समीचीनम्. अपि दृष्टान्तः दृष्टान्तः कः. दृष्टान्तः पाकजरूपनाशवत् इति न नाशः नाशवत् नाम नाशः पक्ष एकदेशः अस्ति नाम तत्र इदानीं तत् सत्यमिति चिन्तयतु. तत्र विवरणं दद्मः अग्रे किन्तु पुनस्मरणं कुर्मः किन्तु इदानीं तत् अङ्गीकुर्मः नाम पाकजरूपनाशः पक्षे एकदेशः अस्ति इति चिन्तयतु. नाम उदाहरणं पक्षस्य एकभागः अस्ति इति चिन्तयामः अस्तु. तदा किं भवति चेदपि चेदपि सर्वत्र अजन्यगुणनाशे आश्रयनाश अजन्यगुणनाशे इति किं भवति पक्ष अर्थात् पक्षे पक्षे हा पक्षे इति तस्मात् प्राक् किं पदमस्ति. पक्षे इति पदस्य पदात् प्राक् किम् अस्ति सर्वत्र सर्वत्र पक्षे पक्षे सर्वत्र साध्यम् अस्ति इति अस्माकं लक्ष्यमस्ति चेत् तत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं पठतु भगिनि. पक्षे साध्यं वर्तते इति लक्ष्यं यत्र अन्तिमवाक्यम् अन्तिमवाक्यं अन्तिमवाक्यम् अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं. तर्हि अस्माकं लक्ष्यं किं भवेत् सर्वत्र सर्वत्र पक्षे सर्वत्र साध्यं वर्तते नाम तत्र कपि संयोगः कपिसंयोगः वृक्षस्य एकभागे एव वर्तते, वृक्षे सर्वत्र वर्तते इति नास्ति खलु, तादृशी स्थितिः अत्र नास्ति। साध्यः पक्षे सर्वत्र वर्तते इति अस्माकं लक्ष्यम्। तस्मिन् प्रसङ्गे एकदेशे अपि साध्यम् अस्ति चेत् एकदेशः अपि दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः पक्षस्य। इदानीं चेदपि सर्वत्र, चेदपि सर्वत्र आश्रय आशाजन्यगुणनाशे पक्षे समानाधिकरणगुणजन्यत्वं समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे इदानीं समानाधिकरणगुणजन्यत्वम् इति साधनवेलायाम् इत्युक्ते अर्थः कः? समानाधिकरणगुणजन्यत्वम् किम् अस्ति? समानाधिकरणगुणजन्यत्वं किम् अस्ति? अर्थात् नाम साध्यः अस्ति वा, हेतुः अस्ति वा, तादृशः प्रश्नः भगिनि, तावदेव। अस्तु, हेतुः न समानाधिकरणगुणजन्यत्वं किं वह्निमान्, तर्हि वह्निः वह्निः तत्र किं भवति पर्वतः वह्निमान्, तर्हि वह्निः साध्यं तर्हि अत्र समानाधिकरणगुणजन्यत्वं साध्यम् अस्ति, गुणजन्यत्वम् इति साध्यम्। तर्हि सर्वत्र आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुण्यजन्यत्वम् इति वाक्ये सर्वत्र इति प्रथमपदम्। द्वितीयपदं किमस्ति? पक्षः वा किमस्ति? पक्षे, तर्हि सर्वत्र पक्षे साध्यः साध्यः साध्यम् इति साधनवेलायाम् इति अस्माकं लक्ष्यमस्ति इति साधयितुम् इच्छामश्चेत् तदा नाम यथा पूर्वस्मिन् भागे अन्तिमवाक्यं यत् भवती पठितवती, यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम् अस्ति चेत् तस्य साधनवेलायां किं भवति? अत्रापि तदेव उक्तं, तस्य साधनवेलायां पक्षे एकदेशोपि दृष्टान्तः भवति इति अङ्गीकरोति वा? आम् आम् आचार्य, समीचीनं वा भगिनि? समीचीनं खलु? आं समीचीनम्। अतः नाम पक्षे सर्वत्र साध्यः वर्तते इति साधनवेलायां पक्षस्य एकभागः अपि दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः, दृष्टान्तः भवति। अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति। यतोहि अत्र हेतुः अन्यत्र न लभ्यते, यतोहि हेतुः पक्षस्य धर्मः अस्ति। आमाम्, अतः पक्षभिन्नस्थले हेतुः न लभ्यते खलु? किन्तु पक्षस्य एकभागः अन्वयदृष्टान्तरूपेण कार्यं करोति। समीचीनं वा आचार्य? अत्र हेतुः अस्ति अस्मिन् प्रसङ्गे, हेतुः आश्रयनाशाजन्यगुणनाशत्वम् इति किल, तर्हि आश्रयनाशाजन्यगुणनाशत्वम् आश्रयनाशाद्गुणनाशे एव वर्तते। उत्तमं भगिनि, अतः पक्षभिन्नस्थले हेतुः न लभ्यते। पूर्वम् अस्माकं चिन्तनमासीत् हेतुः पक्षभिन्नस्थले न लभ्यते चेत् तत्र व्यतिरेकव्याप्ति अथवा व्यतिरेकदृष्टान्तः भवति इति अस्माकं चिन्तनम् आसीत्, किन्तु इदानीम् अस्माकं ज्ञानमस्ति न तादृशं भवति चेदपि समीचीनं, किन्तु यत्र सर्वत्र पक्षे सर्वत्र साध्यः वर्तते इति इच्छा अस्ति चेत् तदा पक्षस्य एकभागः अपि अन्वयदृष्टान्तरूपेण स्वीकर्तुं शक्नुमः इति. हा अग्रे भवति आश्रयनाश जन्यगुणनाशः, आश्रयनाशाजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः एतादृशः अन्वयदृष्टान्तः भवति. हा आश्रयनाश अजन्यगुणनाश इत्यस्य एकदेशः पाकजरूपनाशः, पाकजरूपनाशः पक्षस्य एकदेशः एकः भागः एतादृशः एतादृशः अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत्. हा खलु, अस्माकं लक्ष्यं सर्वत्र पक्षे सर्वत्र साध्यं वर्तते इति लक्ष्यं चेत् एतत् दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः पक्षस्य एकभागः. इदानीं समीचीनं खलु एतावत्? कोऽपि प्रश्नः? अत्र इदानीं पाकजरूपनाश आचार्य, पाकजरूपनाश इति अत्र पक्षस्य एव एकः. हा हा इदानीं समीचीनं प्रश्नः भगिनी, नाम तत्र पूर्वं वयं चर्चितवन्तः किन्तु प्रायशः तत्र पुनस्मरणं कुर्मः, नाम तत्र अस्माकं तत्र मूलवाक्ये किम् अस्ति, आश्रयनाश अजन्यगुणनाशः इति पक्षः खलु, नाम आश्रयनाशेन न जन्यः गुणनाशः, गुणस्य नाशः अभवत् किन्तु आश्रयस्य नाशेन न अभवत् खलु. हा स तस्मिन् प्रसङ्गे सः विषयः, नाम यदा यदा तादृशी स्थितिः भवति तदा अस्माकम् अनुमानं किम् अस्ति, तदा तस्य गुणनाशस्य कारणम् अन्यः गुणः तस्मिन्नेव अधिकरणे वर्तते इति अस्माकं लक्ष्यं खलु. यथा संयोगस्य नाशः भवति, नाम पुस्तकहस्तयोः संयोगः आसीत् किन्तु इदानीं संयोगः नष्टः, किन्तु पुस्तकमपि अस्ति हस्तः अपि अस्ति, आश्रयस्य नाशः न अभवत् किन्तु संयोगः नष्टः, अतः गुणनाशः अभवत् आश्रयनाशस्य कारणेन न किन्तु अन्यत् कारणमस्ति. तत्कारणं किम्? अन्यत् गुणम्, अन्यः गुणः, अन्यः गुणः, किन्तु अन्यः गुणः कारणमस्ति चेत् अस्य गुणनाशस्य सः नूतनगुणः पुरातनगुणः समानाधिकरण्यं भवति इति, अतः एव समानाधिकरणगुणजन्यः, नाम समानाधिकरण समान अधिकरणे वर्तमानगुणेन एषः नाशः जन्यः, नाम एषः नाशः अन्येन गुणेन अभवत् इति अस्माकम् इच्छा इति. इदानीं न अहं मम प्रश्नः अन्यत् अस्ति आचार्य, पाकजरूपनाशः अयं नाशः अपि आश्रयनाश अजन्यः अस्ति, अतः अस्य एकः भागः वर्तते इति. हा खलु भगिनि, हा यतोहि पाकजरूपनाशः किम् अस्ति, पाकेन नाम विशिष्ट बन्निसंयोगेन, बन्निसंयोगेन रूपस्य नाशः, नाम पूर्वं तत्र पीतवर्णं पीतरूपम् आसीत्, इदानीं कृष्णरूपम् अस्ति, कृष्णवर्णः अस्ति, अतः यत् यः गुणः पूर्वम् आसीत् इदानीं सः नष्टः, परन्तु पीतरूप अतः पाकजरूपनाशः आश्रयनाश अजन्यगुणनाशस्य एकः दृष्टान्तः अस्ति खलु, अतः एकः देशः अस्ति विषयस्य. अतः किन्तु पूर्वं अर्थात् अन्यकारणमपि भवेत्, अन्यकारणमपि भवेत् यत्र आश्रयनाश अजन्यगुणनाशः भवति न सर्वदा पाक अन्यस्मिन् प्रसङ्गे अपि हा अन्ये प्रसङ्गाः अपि सन्ति यत्र गुणनाशः भवति किन्तु आश्रयनाशः न भवति तादृश यत्र यत्र भवति तत्सर्वं दे पक्षस्य एकभागः भवति इदानीं पाकजरूपनाशः तत्र रूपस्य नाशः अभवत् खलु तत्र कारणं किम् उक्तं पाक पाकज इति उक्तं पाक नाम अन्यसंयोगः हा पाकज रूपनाशः पाकजनितं पाक नाम विशिष्टबह्निसंयोगः तर्हि संयोगेन बह्निसंयोगेन एतस्य रूपस्य नाशः अभवत् खलु तत्र एषः रूपनाशः पक्षस्य एकभागः किन्तु तत्र पश्यतु अन्यः गुणः अस्ति येन कारणेन एतस्य गुणस्य नाशः अभवत् संयोगस्य कारणेन रूपस्य नाशः अभवत् खलु तर्हि अन्यः कारणसमानादिकरणगुणजन्यः गुणजन्यत्वम् अस्मिन् वर्तते खलु अस्मिन् रूपनाशे वर्तते खलु यतोहि एषः रूपनाशः पाकजरूपनाशः अस्ति नाम समानादिकरणगुणज गुणज अथवा गुणजन्यः अस्ति एषः रूपनाशः नाम पक्षस्य एकभागः अस्ति एषः पाकजरूपनाशः किन्तु अस्मिन् भागे पक्षस्य अस्मिन् भागे साध्यः वर्तते साध्यः अस्ति समानाधिकरणगुणजन्यत्वं समानाधिकरणगुणजन्यत्वम् अस्ति रूपनाशे अतः यत्र सर्वेषु पर्वतेषु वह्निः इति इच्छामः अस्माकं लक्ष्यम् एकस्मिन् पर्वते वह्निः अस्ति इति दृष्ट्वा सर्वेषु पर्वतेषु वह्निः अस्ति इति साधयितुं शक्नुमः तथैव अत्रापि यदि अस्माकं लक्ष्यमस्ति पक्षे सर्वत्र साध्यं वर्तते इति अस्माकं लक्ष्यमस्ति चेत् तत्र पक्षस्य एकभागः दृष्टान्तेन स्वीकर्तुं शक्नुमः रूपनाशः इति दृष्टान्तः भवति यतोहि तत्र अस्मिन् पक्षस्य एकभागे साध्यः वर्तते नाम समानाधिकरणगुणजन्यत्वम् अस्मिन् भागे अस्ति अवगतं वा आमचार्य अस्तु समीचीनं हा अस्तु तर्हि इदानीं धन्यवादः भगिनि अस्तु अग्रे शोभा भगिनि अग्रे आं महोदय अग्रे अत्र कश्चन प्रश्नः उदेति पक्षतावच्छेदकसमानाधिकरण्येन अनुमितिः इति स्थले पक्षे सर्वत्र साध्यं भवतु इति अनुमितिः नास्ति यथा तथा सति किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति तत्र एकदेशः दृष्टान्तो न भवति इत्युक्तं किन्तु किमर्थम् अस्तु तत्र पूर्वं इदानीं प्रायशः भगिनि तत्र वारं न एकवारं तत्र इदानीं तत्र अवगतं वा तत्र अस्माकं मूल अनुमानं साधितम् इति अवगतं वा अथवा तस्मिन् विषये प्रश्नः अस्ति वा तत्र अस्तु महोदय एतावता किं पठितम् अपि अवगतम् इति चेत् तत्र प्रकृतौ इति आरभ्य तत्र आश्रयनाश अजन्यगुणनाशः इति तत्र पक्षः समानाधिकरणगुणजन्यः इति तत्र साध्यं तत्र जन्यत्वं हा साध्यम् अपि च हेतुः तत्र आश्रयनाशजन्यगुणनाशत्वम् इति हेतुः पक्षे इति तु अस्ति इदानीं तत्र किम् उक्तम् इति चेत् पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाशजन्यगुणनाशे पक्षे इत्युक्ते पक्षे समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति इत्युक्ते तत्र तण्डुलन्यायः इति उक्तं सत्यं भगिनि तथा तदेव एकदेशदृष्टान्तः एकदेशदृष्टान्तः नाम वदतु भगिनि वदतु अस्तु तर्हि तत्र अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि हेतुः पक्षभिन्नस्थले न लभ्यते इत्युक्ते पक्षे वर्तते इत्युक्ते तत्र आश्रयनाशगुणजन्यनाशत्वम् एकदेशे धर्मः अस्ति पक्षस्य धर्मः अस्तु अतः पक्षभिन्नस्थले न लभ्यते इत्युक्ते यथा वह्निः वह्नित्वं तथापि अत्र अन्वयदृष्टान्तः सम्भवति नाम तत्र यत्र पक्षभिन्नस्थले न लभ्यते इति इत्यत्र वयं पूर्वम् अस्माकं चिन्तनम् आसीत् तत्र व्यतिरेकदृष्टान्तः आवश्यकम् इति आवश्यकः इति किन्तु अन्वयदृष्टान्तः एव कार्यं करोति तथापि अन्वयदृष्टान्तः सम्भवति यतोहि तत्र आश्रयनाश अजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः इत्युक्ते तत्र आश्रयनाशगुणजन्य अजन्यगुणनाशः इत्युक्ते तत्र आश्रयस्य नाशः न भवेत् इति एव तावत् गुणस्य नाशः अभवत् आश्रयस्य नाशः न अभवत् सत्यं इत्यस्य एकदेशः पाकजरूपनाशः इत्युक्ते तत्र परिवर्तनम् अभवत् पाकजरूपनाशः इत्युक्ते वन्निना पाकज इत्युक्ते वन्निना जन्य पाकज वह्निजन्य वह्निसंयोगेन जन्यरूपनाशः इत्युक्ते यत् तत्र यत् अस्मिन् प्रसङ्गे यत् नाम तत्र सम्यक्तया वदामः नाम तत्र नाम तत्र कस्य गुणस्य नाशः अभवत् तत्र पाकजरूपनाशे नाशः इति वदामश्चेत् कस्य गुणस्य इति प्रश्नः वा पाकजरूपनाशः पाकजरूपनाशः इत्यत्र कस्य गुणस्य नाशः अस्ति तत्र एकस्य गुणस्य नाशः नाशः भवति खलु न भगिनी नाम न पाकजरूपनाशः इति पदं तत्र कस्य नाशः यत् पक्तं तस्य केवलं न भगिनी नाम न सत्यं किन्तु पदे साक्षात् पदम् अस्ति खलु पाकजरूपनाशः इत्युक्ते पाकजन्यरूपनाशः तर्हि कस्य नाशः अभवत् अस्मिन् प्रसङ्गे तत्र दृष्टान्तः इति उक्तं न तत्सर्वं त्यजतु भगिनि केवलं पदं किमस्ति पाकजरूपनाशः खलु पदं किमस्ति इत्युक्ते पाकजरूपनाशः इति पदं खलु पाकजरूपनाशः पदम् अस्तु रूपनाशः खलु तत्र रूपनाशः रूपनाशः तत् तर्हि कस्य गुणस्य नाशः रूपस्य नाशः रूपम् इति गुणः खलु अस्तु तर्हि रूपस्य नाशः नाम गुणस्य नाशः अभवत् पीतरूपमस्ति किन्तु इदानीं पीतरूपं नास्ति अतः पीतरूपं नष्टम् गुणस्य नाशः अभवत् केन पाकज नाम कारणमस्ति पाकेन अतः पाकः अस्ति विशिष्टवह्निसंयोगः आम् विशिष्टवह्नि तर्हि वह्निसंयोगेन रूपनाशः रूपनाश संयोगः गुणः अस्ति वा गुणः अस्ति संयोगः गुणः अस्ति संयोग एषः संयोगः एषः संयोगः इदानीं फलम् इति चिन्तयामः फलस्य पीतरूपम् आसीत् इदानीं पीतरूपं नास्ति तर्हि रूपस्य अधिकरणं किम् अस्ति फलम् अस्ति फलमेव फलम् इति वा फलं पीतवर्णम् पीतरूपम् अस्ति फलस्य अस्तु अस्तु अस्तु पीतरूपम् आसीत् इदानीं पीतरूपं गतं पाकेन नष्टम् अतः पीतरूपम् आसीत् गुणः आसीत् गुणस्य अधिकरणं किम् अस्ति फलम् फलस्य अधिकरणं फलम् अस्तु इदानीं संयोगः कुत्र अस्ति पाकज इति उक्तवन्तः तत्र वह्निः अपि च फले अस्ति तर्हि अतः संयोगः अपि फले अस्ति अतः संयोगः समानाधिकरणगुणः अस्ति रूपस्य तर्हि समानाधिकरणगुणेन जन्यः अस्ति नाशः रूपस्य नाशः अस्तु तर्हि आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशत्वम् इति भवति तर्हि अतः प्रथमतया पाकजरूपनाशः इति नाम रूपनाशः अस्मिन् प्रसङ्गे पाकजरूपनाशः इति दृष्टान्तः तत्र रूपनाशः इति अस्ति तत्र रूपस्य नाशः अभवत् किन्तु फलस्य नाशः न अभवत् इति कृत्वा एतत् दृष्टान्तः एषः दृष्टान्तः भवति खलु पक्षस्य नाम एकः एकम् उदाहरणमस्ति अतः पक्षस्य एकदेशः भवति इति अङ्गीकरोति खलु तर्हि आमां तर्हि पाकजरूपनाशः इति पक्षस्य एकः भागः भवति नाम तत्र पक्षः पक्षः इत्युक्ते आश्रयनाशजन्यगुणनाशः एव आश्रय पक्षः नाश अजन्यगुणनाशः एव पक्षः अस्तु इति विषयपक्षः यथा तत्र पात्रे ओदनं तत्र ओदनानि सन्ति किन्तु एकस्य ओदनस्य परीक्षया वयं जानीमः ओदनं तत्र कृतं न वा इति खलु तथैव अत्र पक्षः बृहान् अस्ति किन्तु तस्य एकभागः पाकजरूपनाशः इति अस्ति तत्र साध्यमस्ति यतोहि साध्यं किम् अस्ति समानाधिकरणगुणजन्यत्वम् समान अधिकरणगुणेन एषः रूपनाशः एतस्य रूपस्य नाशः अभवत् इति समानाधिकरणगुणजन्यत्वम् इति साध्यम् अस्ति तदेव साधयितुं तत् साध्यं सर्वत्र वर्तते इति अस्माकम् इच्छा खलु केवलम् अस्मिन् प्रसङ्गे न सर्वत्र वर्तते समानाधिकरणम् इत्युक्ते सर्वत्र वर्तते न समानाधिकरणगुणजन्यत्वम् इति साध्यं पक्षे सर्वत्र वर्तते सर्वेषु पर्वतेषु वह्निः यथा अस्ति तथैव ओदनं पक्तम् इति यदा वयं चिन्तयामः ओदनम् एकस्य ओदनस्य परीक्षया वयं तत्र सर्वं पक्तम् इति जानीमः खलु महोदय तत्र एकः संशयः तत्र द्वितीय द्वितीये विधे इदानीं तत् त्यजतु भगिनि तत्र समानाधिकरणम् इति पदम् आसीत् किन्तु इदानीं मास्तु अस्तु यतोहि समानाधिकरणगुणजन्यत्वम् इति साध्यमस्ति तत्र तत्र अनुमितेः एकविधम् इति नास्ति महोदय समीचीनं भगिनि समीचीनं तत्र क्लेशः मास्तु साध्यं तादृशम् अस्ति समानाधिकरणगुणजन्यत्वम् इति. तत्र गुणजन्यत्वम् इति स्वीकर्तुं पर्याप्तं, यतोहि अन्येन गुणेन एषः नाश अभवत् इति कृत् इति भवति इति साधयामश्चेत् अत्र अनेन अन्येन गुणेन नाम अत्र संयोगेन एतस्य रूपस्य नाशः अभवत् खलु. अतः तत्र एषः नाशः अस्मिन् नाशे अस्मिन् गुणनाशे आश्रयनाश अजन्यगुणनाशे अस्मिन् उदाहरणे गुणजन्यत्वम् अस्ति, अन्यगुणजन्यत्वम् अस्ति, नाम अन्येन गुणेन एषः नाशः अभवत्. अतः अस्मिन् गुणनाशे अन्यगुणजन्यत्वम् अस्ति खलु. अन्यः गुणः एव कारणमस्ति अस्य नाशस्य इति कथं वदामः? अन्यगुणजन्यत्वम् अस्मिन् नाशे वर्तते तावदेव खलु. किन्तु तद् अन्यगुणः यत्र कारणं यत्र कार्यं तस्मिन्नेव अधिकरणे कारणमपि भवति. अतः अन्यः गुणः यः अस्ति सः गुणः समान अधिकरणे भवेत्. अतः समानाधिकरणगुणजन्यत्वम् अस्मिन् नाशे वर्तते. अतः साध्यम् अस्मिन् रूपनाशे वर्तते. अतः पक्षस्य एकभागः पाकजरूपनाशः यः अस्ति पक्षस्य एकभागः तस्मिन् एकदेशे साध्यं वर्तते. किन्तु साध्यम् एकस्मिन् भागे वर्तते इत्यनेन साध्यं सर्वत्र पक्षे वर्तते इति साधयितुम् इच्छामः साधयितुं शक्नुमः एतस्य एतत् उदाहरणरूपेण स्वीकृत्य इति एव. अतः वयम् अस्माकम् अनुमानं साधितवन्तः अद्य, यतोहि एतदेव तत्र उदाहरणं भवति पाकजरूपनाशवत् इति एव उदाहरणम्. एतत् उदाहरणं तत्र अन्वयदृष्टान्तः भवति. पक्षस्य एकः भागः अस्ति तथापि कार्यं करोति तत्र ओदनन्यायेन तण्डुलन्यायेन कार्यं करोति. अत्र अस्मिन् पक्षस्य अस्मिन् भागे साध्यम् अस्ति इति कृत्वा सर्वत्र साध्यम् अस्ति. अतः साध्यम् अस्ति सर्वत्र अस्ति. अतः यत्र यत्र गुणस्य नाशः भवति किन्तु आश्रयस्य नाशः न भवति तत्र तत्र सर्वत्र अन्यः गुणः वर्तते तस्मिन्नेव करणे सः गुणः एव अस्य नाशस्य कारणं भवति इति अस्माभिः साधितम्. इदानीं संयोगस्य इदानीं संयोगः नष्टः भवति, हस्तपुस्तकयोः संयोगः नष्टः भवति. संयोगः गुणः, संयोगस्य नाशः अभवत् किन्तु आश्रयस्य नाशः न अभवत्. अतः आश्रये अन्य कोऽपि गुणः वर्तते येन एतस्य संयोगस्य नाशः अभवत्. सः गुणः अस्ति विभागः. अतः विभागः अन्यतमगुणः अपि संयोगस्य नाशकः इति साधितः एतावत्. अस्तु, विभागः इति अतिरिक्तः गुणः इति साधितम् इदानीं संयोगस्य नाशस्य कारणम् अन्यः गुणः अस्ति अपि सः गुणः तस्मिन्नेव अधिकरणे वर्तते. नाम हस्तपुस्तकयोः संयोगः आसीत् इदानीं नष्टः इत्युक्ते विभागः इति गुणः हस्ते अपि अस्ति पुस्तके अपि अस्ति तेन विभागेन संयोगस्य नाशः अभवत् इति आगच्छति. अपि च तत्र मया यत् पठितं तत् वाक्यं प्रश्नः उदेति इति अग्रिमे सप्ताहे कुर्मः भगिनि, यतोहि अतः तत्र एव दृष्टवती महोदय, पक्षतावच्छेदकसमानाधिकरणेन अनुमितिः इति तत्र, अतः तत्र भिन्ना भिन्ना भिन्नः विषयः भवति, अतः सत्यं भगिनि, अतः तत्र अतः चिन्तितं पठनानन्तरमेव मया अवगतम्, अस्तु अस्तु तत्र अन्यत्र गच्छामः, अतः एतस्य तत्र पूर्णं तत्र साधितम्, अतः तस्मिन् विषये अपि च महोदय तत्र विभागः अतिरिक्तः गुणः इति नवनैयायिकानां मतं खलु, सत्यं भगिनि, आम् आम् आम् आम् सत्यं भगिनि, तादृशं किमपि अस्ति, हा तत् इति मन्ये भगिनि, पुनः तत्र दृष्ट्वा वदामि, हा किन्तु तदेव इति मन्ये, न विभागः तत्र पूर्वनैयायिकानां वा नव्यनैयायिकानां न स्मरामि भगिनि, हा तत्र एकवारं दृष्ट्वा मम मतिः अस्ति, पुस्तके पठितवन्तः तदनन्तरं करपत्रे आगतवन्तः, तर्हि तत्र नवनैयायिकानां मतं साधितवन्तः वा इति चिन्तितवती, किन्तु अस्तु न स्मरामि भगिनि, हा द्रष्टव्यम् अस्ति, हा अतः तत्र एकवारं दृष्ट्वा वदामि भगिनि, अस्तु महोदय, धन्यवादः महोदय, तर्हि विरमामः, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः महोदय, धन्यवादः, नमस्कारः.